पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 254 वसिष्ठ उवाच एवमुक्ता तु सा देवी पदिनाशूलपाणिना प्रणिपत्य महात्मानमुवाच प्राञ्जलिस्तदा पार्वत्युवाच साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमं गुह्याद्गुह्यतमं विष्णोस्वरूपं परमात्मनः धन्यास्मि कृतकृत्यास्मि सर्वदेव नमस्कृत तव प्रसादा देवेशमर्चयामि सनातनम् वसिष्ठ उवाच तदस्तद्वचनं श्रुत्वा स भवस्त्रिपुरान्तकः समाश्लिष्या वदद्देवीं प्रहृष्टेनान्तरात्मनाः रुद्र उवाच साधु साधु महादेवि साधु साधु वरानने अर्चयस्व हृषिकेशं लक्ष्मीभर्तारमच्युतं कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया गुरुणा तव चार्वङ्गी वामदेवेन धीमता अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमं गुरूपदेशमार्गेण पूजयित्वैव केशवं प्राप्नोति वाञ्छितं सर्वं नान्यथा भूधरात्मजे वसिष्ठ उवाच एवमुक्ता तदा देवि वामदेवान्तिकं नृप जगाम सहसा हृष्टा विष्णुपूजनलालसा समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च विनीता प्राञ्जलिर्भूत्वा उवाच मुनिसत्तमं पार्वत्युवाच भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः करिष्यामि द्विजश्रेष्ठत्वमनुज्ञातुमर्हसि वसिष्ठ उवाच इत्युक्तस्तु तया देव्या वामदेवो महामुनिः तस्यै मन्त्रवरं श्रेष्ठं ददौ स विधिना गुरुः नाम्नां सहस्रं विष्णोश्च प्रोक्तवान् मुनिसत्तमः निवेदयित्वा पूजाया विधानमपि देशिकः उवाच परमप्रीत्या पार्वतीं संश्रुतव्रतां वामदेव उवाच अर्चयित्वा हृषिकेशं प्रादर्नित्यं वरानने सहस्रनामपठनं कुरुष्व तदनन्तरं वसिष्ठ उवाच दत्युक्ता तेन गुरुणा प्रहृष्टेनान्तरात्मना पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयं शिक्षिता गुरुणा तेन वामदेवेन पार्वती तथ कतिपयाहस्तु द्वादश्यां वृषभध्वजः कैलासशिखरे रम्ये विष्णुमाराध्य शङ्करः उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करो ब्रवीत् शङ्कर उवाच पार्वत्यैः मया सार्धं भोक्तुं भुवनवन्दिते वसिष्ठ उवाच तमाह पार्वतीदेवी जप्त्वा नामसहस्रकं तदो भोक्ष्याम्यहं देवभुज्यतां भवदा प्रभो तदस्तां पार्वतीं प्राह प्रहसन् परमेश्वरः शङ्कर उवाच धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वती दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि राम रामेदि रामेदि रमे रामे मनोरमे सहस्रनामतत्तुल्यं रामनामवरानने रकारादीनि नामानि शृण्वदो मम पार्वति मनःप्रसन्नदां यादि रामनामाभिशङ्कया रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्धं मयाधुना वसिष्ठ उवाच ततो रामेदि नामोक्त्वा सह भुङ्क्त्वाथ पार्वती रामेत्युक्ता महादेवी शम्भुना सह संस्थिता पप्रच्छ शङ्करं देवं प्रीतिप्रणवमानसा पार्वती उवाच सहस्रनामभिस्तुल्यं रामनामत्वयोदिदं तस्या पराणि नामानि सन्ति चेद्रावणद्विषः तद्यदां मम देवेश तत्र मे भक्तिरुद्धिता श्रीमहादेव उवाच शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वती लौकिका वैदिकाशब्दाः ये केचित् सन्ति पार्वति नामानि रामचन्द्रस्य सहस्रं तेषु चाधिकं तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतं विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् तादृन्नामसहस्राणि रामनामसमानि च यद्बलं सर्ववेदानां मन्त्राणां जपदप्रिये तद्बलं कोटिगुणितं रामनाम्नैव लभ्यते नामानि शृणु रामस्य मुख्यानि शुभदर्शने ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये ॐ श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः राजीवलोचन श्रीमान् राजेन्द्रो रघुपुङ्गवः जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः विश्वामित्रप्रियो दान्तशरण्यत्राणतत्परः वालिप्रमाधनो वाग्मी सत्यवाक् सत्यविक्रमः सत्यव्रतो व्रतफलसदा हनुमदाश्रयः कौसलेह्यकरध्वंसी विराधवधपण्डितः विभीषणपरित्रादा दशग्रीव शिरोहरः सप्ततालप्रभेताजहरकोदण्डखण्डनः जामदग्निमहादर्पदलनस्ताडकान्तकृत वेदान्तपारो वेदात्मा भवबन्धैकभेषजम् दूषणत्रिशिरोरिश्च त्रिमूर्तिस्त्रिगुणस्त्रयी त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृद अहल्या पावनश्चैव पितृभक्तो वरप्रदः जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः वृक्षवानरसङ्घादी चित्रकूटसमाश्रयः जयन्तत्राणवरद सुमित्रा पुत्रसेवितः सर्वदेवाधिदेवश्च मृदवानरजीवनः मायामारीजहन्दाज महाभागो महाभुजः सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः महायोगी महोदारसुग्रीवस्थिरराज्यदः सर्वपुण्याधिकफलस्मृतः सर्वाखनाशनः आदिपुरुषो महापुरुष परमपुरुषस्तथा पुण्योदयो महासारपुराणपुरुषोत्तमः स्मितवक्त्रोमिदभाषी पूर्वभाषी च राघवः अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तरः मायामानुषचारित्रो महादेवाधिपूजितः सेतुकृज्जिदवारीशः सर्वतीर्थमयो हरिः श्यामाङ्गसुन्दरशूरः पिदवासा धनुर्धरः सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः शिवलिङ्गप्रतिष्ठादा सर्वाद्यगुणवर्जितः परमात्मा परब्रह्म सच्चिदानन्दविग्रहः परं ज्योतिः परं धाम पराकाशः परात्परः परेश्वपरकपारसर्वभूतात्मकः शिवः इति श्रीरामचन्द्रस्य नाम्नाष्टोत्तरं शतम् गुह्याद्गुह्यतरं देवि तव स्नेहात् प्रकीर्तितं यः पठे शृणुयाद्वापि भक्तियुक्तेन चेतसा सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः जलानि स्थलतां यान्ति शत्रवे यान्ति मित्रतां राजानो दासतां यान्ति वह्नयो यान्ति सौम्यदाम् आनुकूल्यं च भूतानि स्थैर्यं यान्ति चलाश्रियः अनुग्रहं ग्रहायान्ति शान्ति मायान्त्युपद्रवाः पठतो भक्तिभावेन नरस्य गिरिसम्भवे पठेत् परमया भक्त्या तस्य वश्यं जगत्त्रयं यं यं कामं प्रकुरुते तन्दमाप्नोति कीर्तनाद् कल्पकोटिसहस्राणि कल्पकोटिशतानि च वैकुण्ठे मोददे नित्यं दश पूर्वैर्दशापरैः रामं दूर्वादलश्यामं पद्माक्षं पीदवाससं स्तुवन्ति नामभिर्दिव्यैर्नदे संसारिणो जनाः रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायापदये नमः इमं मन्त्रं महादेवि जपन्नेव दिवा निश्यं सर्वपापविनिर्मुक्तो विष्णुः सायुज्यमाप्नुयाद इति ते रामचन्द्रस्य माहात्म्यं वेदसंमिदं कथितं वै मया शुभ्रूस्तव प्रीत्या शुभाह्वयं वसिष्ठ उवाच तच्छ्रुत्वा शङ्करेणोक्तं माहात्म्यं परमात्मनः प्रहर्षमधुलं लेभे आनन्दाश्रु जलाप्लुदा प्रणम्य प्राहदेवेशं भर्तारं वृषभध्वजं पार्वत्युवाच अहो माहात्म्यमधुलं रामस्य परमात्मनः श्रोतृतृप्तिर्हि मेन स्यात् कल्पायुधशतैरपि धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वया नख त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे वसिष्ठ उवाच एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पदये नमः इममेव जपन्मन्त्रं सर्वावस्थासु पार्वती उवास च सुखेनैव कैलासे पदिना सह एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव सम्मोहनार्थं लोकानां प्रोक्तवान् वृषभध्वजः रहसि प्रोक्तवान् देव्या इदमेकं हरप्रभुः यथार्थमर्थं गुह्यं च सारं मन्त्रस्य भूपते देव्या प्रीत्यै महादेव कथयामास तत्परः उमामहेश्वरं राजन् संवादमिममद्भुतं यः पटे शृणुयाद्वापि भक्तियुक्तेन चेतसा स सर्ववन्द्यसर्वज्ञो महाभागवतो भवेद् सर्वधर्मविनिर्मुक्तप्राप्नोति परमं पदम् धन्य खलु भवान् लोके पार्थिवेन्द्रमहाबल त्वदन्वये हरिश्रीमान् पुराणपुरुषोत्तमः उत्पत्स्यते दाशरथि सर्वलोकहिताय वै तस्माद्दिक्ष्वा कवः पूज्या सुराणामपि पार्थिव येषां जातो हि भगवान् रामो राजीवलोचनः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे रामचन्द्राष्टोत्तरशतनामकथनं नाम चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॐ